सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थे ञच् इति विषयः अनुवर्तते। तत्र इदुपदधातवः उदुपदधातवः ऋतुपदधातवः इति सर्वत्र वयं जानीमः। तत्र यदा णिच् प्रत्ययः धातुतः विधीयते एतादृशधातुतः, तदानीं पुगन्तलघुपदस्य च एतस्य कार्यं भवति। यदा धातुः सिद्धः भवति, निजन्तधातुः सिद्धः भवति, तत्पश्चात् तु प्रक्रिया यथा सामान्यं सर्वधातुकार्धधातुकयोः इति गुणः, अनन्तरम् एचोयवायवः सर्वं भवति। अत्र नूतनं किमपि नास्ति। तर्हि इदानीम् अन्तिमः भागः शेषधातवः इति, तत्र वयं पश्यामः कः तत्र शुभदा भगिनी आरब्धुमिच्छति वा? किञ्चित् अनन्तरं पठामि भगिनि, सिद्धा नास्ति। अस्तु, तर्हि तत्र उमा भगिनी पठतु। शेषधातवः कार्यं नास्ति, यतोहि उपधायाम् अत् अपि नास्ति, लघु इक् अपि नास्ति। बुक् निच् बुक् योगः यि बुक् हि बुक्कयति, येद् योगः णिच् येद् योगः यि येधि येधयति इति सामान्यधातूनां ण्यन्तव्यवस्था अग्रिमे करपत्रे विशेषाः अजन्तदातवः वीक्ष्यन्ते। सो अत्र शेषदातवः कोऽपि कार्यं नास्ति, यतोहि उपधायाम् अत् अपि नास्ति, लघु इक् अपि नास्ति। सो बुक् इति हलन्तादातवः, सो बुक् योगः णिच् इति चेत् बुक्कयति इति निष्पन्नं तथापि येद् योगः णिच् अपि येधयति इति आगच्छति। सो इति सामान्यधातूनां ण्यन्तव्यवस्था। सो ण्यन्तव्यवस्था इति चेत् णिच् योजयति चेत् तदेव वार्ता निष्पन्नं। समीचीनं, सम्यक्। तर्हि तत्र शेषधातुषु विशेषकार्यं किमपि नास्ति, केवलं तत्र धातुः निच् प्रत्ययः यदा विधीयते तत्र केवलं योजनं तावदेव। तर्हि इदानीं तत्र सामान्यधातूनां कश्चन परिचयः प्राप्तः, निजन्तधातुषु सामान्यधातूनां परिचयः प्राप्तः। एतत्तु अस्माभिः पूर्वं यदा तत्र गीताप्रवेशः इत्यादयः यदा वयं पठामः तदानीमपि एतादृश अभ्यासः जायते। तत्र निजन्तधातोः निष्पादनं कथम् इति सामान्यतया वयं जानीमः। इतोपि तत्र विशिष्टदातवः सन्ति यत्र रूपसाधनार्थं विशिष्टकार्याणि भवन्ति सूत्राधारीकृत्य। तर्हि प्रत्येकं धातोः कृते विशिष्टसूत्राणि भवन्ति। तस्य अध्ययनात् प्राक् अहं किं चिन्तयामि इति चेत्, निजन्तधातोः प्रयोगः वाक्येषु कथं भवति इति यदा वयं सम्यक्तया जानीमः, तदानीं तत्र अग्रे तत्र अजन्तधातुः वा भवतु, हलन्तधातुः वा भवतु, यः कोऽपि धातुः भवतु, तत्र यदा वयं प्रक्रियां कृत्वा रूपं साधयामः तदानीं तस्य वाक्ये प्रयोगः कथम् इत्यपि वयं वक्तुं शक्नुमः। सामान्यतया वयम् अस्माकं वर्गे ये ये जनाः सन्ति ते प्रायः जानीयुः निजन्तव्यवस्थायां प्रयोजकर्तुः कर्मत्वं कथं भवति इति प्रायः जानीयुः, परन्तु तथापि एकवारं शास्त्रीरीत्या वयं पश्यामः चेत् तत्र अस्माकं कुत्रापि दोषः न भवति, सम्यक्तया वयम् अवगन्तुं शक्नुमः कुत्र प्रयोजकर्तुः कर्मत्वं भवति, कुत्र न भवति, अपि च विशेषप्रयोगः सन्ति वा इत्यपि वयं ज्ञातुं शक्नुमः। कर्तरीप्रयोगे कथं भवति, कर्मणीप्रयोगे कथं भवति, एतत् सर्वं विचिन्त्य अवगम्य तत्पश्चात् प्रेरणार्थे निच् इत्यत्र अजन्तदातवः हलन्तदातवः इति वयं यदा पठामः तदानीं कोऽपि सम्यक्तया बोधः भवति इति अस्माकम् अनुभवः अस्ति पूर्वस्मात् वर्गात्। तत्र बुधवासरस्य वर्गस्य कृते एवमेव मया कृतमासीत्, तेन सर्वेषां लाभाय आसीत् इति मया श्रुतम्। अतः अत्रापि तथैव कुर्मः, भवन्तः किं चिन्तयन्ति, सम्यक् वा? आं भगिनि, सम्यक् भगिनि। अस्तु अस्तु, तर्हि इदानीं तत्र भवतां पुरतः करपत्रं निजन्तव्यवस्थायां प्रयोज्यकर्तुः कर्मत्वम् इति करपत्रम् अस्ति चेत् कृपया उद्घाटयन्तु। अस्ति वा सर्वेषां पुरतः? तर्हि इदानीं कः तत्र विजयलक्ष्मी भगिनी आरब्धुमिच्छति वा? भगिनी कुत्र अस्ति इति न जाने, कुत्र अस्ति न जाने, मम करपत्र मम ओ लिङ्क् लिङ्क् प्रेषितवती। धन्यवादः भगिनि, धन्यवादः। निजन्तव्यवस्थायां प्रयोज्यकर्तुः कर्मत्वम्। निजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वं विधीयते केषुचित् अर्थेषु। कदा कर्मत्वं विधीयते इति ज्ञातुं गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि कर्तासनौ इति सूत्रं पठनीयम्। गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणि कर्तासनौ इति सूत्रं प्रथमाध्यायस्य चतुर्थपादे द्विपञ्चाशत्तमं सूत्रं। गत्यर्थानां बुद्ध्यर्थानाम् इत्युक्ते ज्ञानार्थानां प्रत्यवसानार्थानां भोजनार्थानां शब्दकर्मकाणाम् अकर्मकाणां च धातूनाम् अण्यन्तावस्थायां यः कर्ता सः ण्यन्तावस्थायां कर्मसंज्ञां प्राप्नोति। गतिश्च बुद्धिश्च प्रत्यवसानञ्च गतिबुद्धिप्रत्यवसानानि तानि अर्थाः येषां ते गतिबुद्धिप्रत्यवसानार्थाः धातवः इति। शब्दः कर्म येषां ते शब्दकर्मणः, अविद्यमानं कर्म येषां ते अकर्मकाः, गतिबुद्धिप्रत्यवसानार्थाश्च शब्दकर्माणश्च अकर्मकश्च ते गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकास्तेषां न निः अणिः अणौ कर्ता अणि कर्ता। अत्र न निः इति कीदृशः नकारः? अनन्तरम् अनन्तरं चिन्तयामः, इदानीं सूत्रं पठतु। हा अस्तु, गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणां षष्ट्यन्तम्, अणिकर्ता प्रथमान्तं, स प्रथमान्तं, नौ सप्तम्यर्थं सप्तम्यन्तम्, अनेकपदमिदं सूत्रम्। कर्तुरीप्सिततमं कर्म इत्यस्मात् कर्म इति पदस्य अनुवृत्तिः भवति। कारके इति सूत्रस्य अधिकारः अनुवृत्तिसहितसूत्रं। गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासणौ कर्मकारकम् इति। अत्र निजन्तप्रयोगे प्रयोज्यकर्तुः कदाचित् केषुचित् अर्थेषु कर्मत्वं प्राप्नोति। तस्य कृते रचितम् इदं सूत्रं। केषु सन्दर्भेषु केषु अर्थेषु प्रयोज्यकर्तुः कर्मत्वं प्राप्नोति इति सूचयति सूत्रं। गति बुद्धि अनन्तरं प्रत्यवसानार्थ अत्र गति इत्युक्ते गमनक्रिया यदा भवति अनन्तरं बुद्धि इत्युक्ते ज्ञानस्य विषयः यदा वाक्ये भवति प्रत्यवसानार्थम् इत्युक्ते भोजनं खादनक्रिया यदा भवति एतेषु अर्थेषु अपि च शब्दकर्मकाणां शब्दकर्मकाणाम् इत्युक्ते तत्र संख्या भवति इति एव भगिनी खलु शब्दकर्म नाम किम् इति वयं पश्यामः इदानीं शब्दकर्म इति स्वीकरोतु शब्दकर्म नाम किम् इति वयं पश्यामः अस्तु शब्दकर्मकाणाम् अनन्तरम् अकर्मकाणां च अकर्मकाणाम् इत्युक्ते न कर्म येषां ते अकर्मकाः अनन्तरम् अकर्मकधातूनां सारि अकर्मकधातूनाम् अनन्तरम् एतेषां यदा णिच् प्रत्ययः युज्यते तदा प्रयोज्यकर्तुः कर्मसंज्ञां प्राप्नोति इति सूत्रस्य आशयः सूत्रं कुत्र अस्ति इत्युक्ते कारके इति सूत्रस्य अधिकारे अस्ति कर्तुरीप्सिततमं कर्म इति सूत्रात् कर्म इति पदस्य अनुवृत्तिः भवति अत्र गति बुद्धि प्रत्यवसानार्थशब्दकर्मकर्मकाणाम् इति षष्ट्यन्तं षष्ठिबहुवचनान्तम् अणिकर्ता प्रथमान्तम् अस्ति अनन्तरं सूत्रे किमस्ति स इति प्रथमान्तं णौ इति णिच् इत्यस्य सप्तम्यन्तं णौ इति अनेकपदम् इदं सूत्रम् अनुवृत्तिसहितसूत्रं गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्ता सणौ कर्मकारकम् इति सम्यक् अनेन सूत्रेण किं विधीयते अनेन सूत्रेण केषुचित् अर्थेषु प्रयोज्यकर्तुः कर्मत्वं विधीयते इत्युक्ते द्वितीयविभक्ति भवति कर्म इदानीं यः इति नास्ति द्वितीयविभक्तिः विधीयते इति नास्ति अत्र अनेन सूत्रे किं विधीयते कर्म श्रूयते किं कर्म केवलं कर्मसंज्ञा कर्मसंज्ञा विधीयते संज्ञाविधायकं सूत्रमिदम् अस्तु केवलं संज्ञा एव विधीयते कर्मसंज्ञा विधीयते चेत् तदनन्तरं द्वितीयविभक्तिः भवति यद्वा भवती उक्तवती समीचीनं परन्तु अनेन सूत्रेण नास्ति ओ अस्तु अस्तु एतत्तु सम्यक् सूत्रमस्ति अस्तु इति अहं वक्तुमिच्छामि तत्र इदं सूत्रं तु संज्ञासूत्रमस्ति यदा प्रयोज्यकर्तुः कर्मत्वं भवति अनेन सूत्रेण तत्पश्चात् कर्मणि द्वितीया इत्यनेन द्वितीयाविभक्तिः भवति तर्हि इदं सूत्रं किमर्थं वयं पठामः इति चेत् इदानीं रामः गच्छति इति वाक्यं रामः गच्छति रामः ग्रामं गच्छति इति वाक्यं तर्हि अत्र रामः इति पदं किम् अस्ति रामः इति कर्ता रामः इति कर्ता ग्रामः इति ग्रामं गच्छति ग्रामम् इति कर्मपदं गच्छति इति अत्र तिङन्त क्रियापदं गच्छति इत्यत्र गम् इति धातुतः तिङन्तरूपमस्ति लटि गच्छति इति रूपं तर्हि इदानीं तत्र रामः गन्तुं न इच्छति तर्हि कश्चन प्रेरयति तं तर्हि इदानीं पिता रामं प्रेरयति तर्हि इदानीं तत्र पिता एव प्रयोजककर्ता तस्यापि कर्तृसंज्ञा अस्ति प्रयोजककर्तुः कर्तृसंज्ञा केन सूत्रेण प्रयोजककर्ता गमयति इति भवति तत्कारणं गतसप्ताहे पठितवन्तः मम सूत्रं स्वतन्त्रकर्ता स्वतन्त्रकर्ता इति वा प्रयोज्यकर्तुः स्वतन्त्रकर्ता इत्यनेन कर्तृसंज्ञा रामस्य कर्तृसंज्ञा प्रयोज स्वतन्त्रकर्ता इति सूत्रेण पितुः कर्तृसंज्ञा केन सूत्रेण तत् प्रयोजको हेतुश्च तत् प्रयोजको हेतुश्च इत्यनेन पितुः कर्तृसंज्ञा तर्हि इदानीं कर्ता द्वयम् अस्ति तर्हि तत्र गम् धातुतः निजन्तरूपं किम् अस्ति गमयति इति भवति हा गमयति इति रूपं गमयति इत्यत्र यः तिङ् प्रत्ययः अस्ति तेन कः उक्तः गमयति इत्यनेन पिता उक्तः हा गमयति इत्यनेन पिता उक्तः अतः पितुः का विभक्तिः प्रथमाविभक्ति उक्तस्य प्रथमाविभक्तिः पिता तिङ् प्रत्ययेन गमयति इत्यत्र यः तिङ् प्रत्ययः अस्ति तेन पिता उक्तः गमयति इत्यत्र तिङ् प्रत्ययः कर्त्रार्थे विहितः अस्ति तत्र तिङ् प्रत्ययेन कर्ता एव उक्तः अस्ति इति कृत्वा कर्तुः प्रथमाविभक्तिः प्रयोजककर्तुः प्रथमाविभक्तिः अतः पिता इत्यस्य प्रथमाविभक्तिः पिता गमयति इति वाक्यम् इदानीं प्रयोज्यकर्तारं तत्र योजनीयं प्रयोज्यकर्ता गमयति इत्यनेन उक्तः अस्ति वा न हा तर्हि इदानीं प्रयोज्यकर्ता रामः कर्ता अस्ति परन्तु अनुक्तः अस्ति गमयति इत्यनेन यः व्यापारः अस्ति तेन व्यापारेण रामः न उक्तः अतः रामस्य प्रथमाविभक्तिः न भवति अनुक्तः अस्ति चेत् प्रथमाविभक्तिः कदापि न भवति यः उक्तः अस्ति प्रत्ययेन तस्यैव प्रथमाविभक्तिः अतः प्रयोज्यकर्तुः रामस्य प्रथमाविभक्तिः नास्ति तर्हि का विभक्तिः भवितुमर्हति अत्र गमनक्रिया अस्ति अतः द्वितीया विभक्ति भवति गमनक्रिया अस्ति इति तत्तु अन्यवार्ता तत्तु अनन्तरं वयं पश्यामः अन्ततो गत्वा वयं पश्यामः परन्तु इदानीम् एतत् सर्वं वयं न जानीमः गतिबुद्धिप्रत्यवसानार्थ इति सूत्रमपि न जानीमः किमपि न जानीमः एतत् सूत्रं नास्ति इति चिन्तयतु तर्हि इदानीं रामस्य का विभक्तिः तृतीया भवति करणम् अस्ति इति करणमस्ति वा करण नास्ति द्वितीया एव भवति खलु न द्वितीया एव कथं भवति इति प्रतिपादयतु द्वितीया कदा भवति रामः गच्छति अत्र पिता रामं गमयति इति रामम् इत्यत्र द्वितीया विभक्तिः कथं जाता कथं जाता रामः इत्यस्य द्वितीया विभक्तिः नास्ति इदानीं रामः इति कर्ता अस्ति प्रयोज्यकर्ता अनुक्तः अस्ति तर्हि अनुक्तकर्तुः का विभक्तिः भवति इति चेत् तृतीया विभक्तिः कर्तृकरणयोस्तृतीया इति सूत्रेण अनभिहिते अनुक्ते कर्तरी करणे च तृतीया विभक्तिः भवति अत्र प्रयोज्यकर्तुः तृतीया विभक्तिः स्यात् इति तत्र मूलावस्था मूलावस्था का इति चेत् अत्र प्रयोज्यकर्ता गमयति इति तिङन्तेन अनुक्तः अस्ति इति कृत्वा अनुक्तकर्तरि तृतीयाविभक्तिः स्यात् इति सामान्यतया सर्वत्र अस्माकं निजन्तप्रयोगेषु प्रयोज्यकर्तुः प्रथमाविभक्तिः भवति प्रयोज्यकर्तुः तृतीयाविभक्तिः भवति इति डिफाल्ट् अस्ति एतत् मनसि संस्थाप्य अग्रे गच्छामः प्रयोजककर्तुः प्रथमाविभक्तिः प्रयोज्यकर्तुः तृतीयाविभक्तिः इति डिफाल्ट् अस्ति एतत् स्मर्तव्यं 1-3 इति स्मर्तव्यं प्रयोजककर्तुः 1 प्रयोज्यकर्तुः 3 इति डिफाल्ट् इदानीं विशेषः कः इति चेत् प्रयोज्यकर्तुः कर्तृसंज्ञा अस्ति प्रयोज्यकर्तुः रामस्य कर्तृसंज्ञा अस्ति स्वतन्त्रकर्ता इत्यनेन तत्र न कोऽपि क्लेशः परन्तु तस्य विशेष अर्थेषु कर्मत्वं भवति कर्मसंज्ञा विशेष अर्थेषु भवति एतदेव विशेषः अस्ति एतदपवादः अस्ति अयम् अपवादः मूलावस्थायां प्रयोज्यकर्तुः तृतीयाविभक्तिः एव भवति, तस्य कर्तृसंज्ञा एव अस्ति, परन्तु विशेष अवस्थायाम् अथवा विशेष अर्थेषु, तत्र विशेष अर्थाः के इति वयं पश्यामः सूत्राधारेण, परन्तु विशेष अर्थेषु प्रयोज्यकर्तुः कर्मत्वं भवति, यदा कर्मत्वं भवति तदानीम् अनुक्तः अनुक्तमस्ति कर्म, गमयति इति क्रियापदेन रामः अनुक्तः, परन्तु तस्य कर्मसंज्ञा अस्ति, कर्तृसंज्ञां बाधयित्वा कर्मसंज्ञा अस्ति, विशेष अर्थेषु कर्मसंज्ञा अस्ति चेत् तदानीं कर्मणि द्वितीया इत्यनेन द्वितीयाविभक्तिः भवति. अवगतम्? भगिनी यदि क्षण यदि तृतीया भवति प्रयोज्य सम्बन्धे तर्हि क्रिया व्यवस्था कः गमयति? यदि यदि तृतीया भवति प्रयोज्यसम्बन्धे प्रयोजक प्रथमा प्रयोजक प्रयोज्य इति डिफाल्ट् अस्ति, डिफाल्ट् मया उक्तम्. इदानीं विशेषः वयं पश्यामः, गमयति इति विशेषः अस्ति. इदानीं विशेषः के इति इदानीम् अहम् इदानीं तत्र विजयलक्ष्मी भगिन्या उक्तं विशेषः के इति, इत्युक्ते अत्र गति बुद्धिः गतिः बुद्धिः प्रत्यवसानार्थः इति तत्र त्रीणि पदानि सन्ति, गतिः बुद्धिः प्रत्यवसानार्थः इति. गत्यर्थकः तत्र अर्थशब्दः गति बुद्धि प्रत्यवसान अर्थ, तर्हि अर्थशब्दः अन्ते अस्ति, द्वन्द्वसमासस्य अन्ते अस्ति. तत्र तत्र द्वन्द्वः अस्ति खलु, गतिश्च बुद्धिश्च प्रत्यवसानाञ्च इति, गतिबुद्धिप्रत्यवसानानि इति, तत्र द्वन्द्वसमासः, इतरेतर द्वन्द्वः अस्ति. द्वन्द्वस्य अन्ते अर्थशब्दः अस्ति इति कृत्वा तस्य सम्बन्धः प्रत्येकेन भवति. तर्हि गति इत्यपि गत्यर्थकः इति भवति, बुद्धि बुद्ध्यर्थकः, प्रत्यवसानार्थकः इत्युक्ते एतादृशदातवः, गत्यर्थकदातवः, बुद्ध्यर्थकदातवः, प्रत्यवसानान् प्रत्यवसानार्थकः दातवः, एतादृशदातवः. अनन्तरं शब्दकर्मदातवः, शब्दकर्मकाः, अनन्तरम् अकर्मकदातवः, एते दातवः इत्युक्ते गत्यर्थकाः, बुद्ध्यर्थकाः, प्रत्यवसानार्थकाः, शब्दकर्मकाः, अकर्मकाः इति पञ्चविधदातवः, तस्मिन् अर्थे ये ये दातवः तेषां सर्वेषां ग्रहणम् अत्र. एतादृशधातुः अस्ति चेत् तत्र निजन्तधातुः एतादृशधातुः अस्ति चेत् तदानीं तत्र प्रयोज्यकर्तुः कर्मत्वं भवति, कर्मत्वं भवति चेत् तत्र कर्मणि द्वितीया इत्यनेन द्वितीयाविभक्तिः भवति. परन्तु अन्येषु सर्वेषु स्थलेषु यत्र धातुः एतादृशः नास्ति, गत्यर्थकधातुः इत्युक्ते गम् इति तादृशधातुः, गम् इति धातुः, तादृशधातुः नास्ति, बुद्ध्यर्थकधातुः, बुद्ध् इति धातुः, एतादृशधातुः नास्ति चेत् तदानीं तत्र किं भवति इति चेत् प्रयोज्यकर्तुः कर्मत्वं न भवति, कर्मसंज्ञा न भवति, कर्तृसंज्ञा एव तिष्ठति. कर्तृसंज्ञा अस्ति चेत् तृतीयाविभक्तिः एव भवति. अतः निजन्तकर्तरीप्रयोगे निजन्तप्रयोगे तत्र प्रयोज्यकर्तुः तृतीयाविभक्तिः भवति, नो चेत् द्वितीयाविभक्तिः भवति, अन्या विभक्तिः न भवितुम् अर्हति. तृतीया नो चेत् द्वितीया. द्वितीया कुत्र भवति इति चेत् विशेषस्थलेषु, अन्येषु सर्वेषु स्थलेषु तृतीया एव भवति. वयं पठितवान् समाससम्बन्धे अपि किञ्चित् सदृशव्यवस्था, परन्तु अत्र गतिबुद्धिसम्बन्धे वयं वदामः, विशेषव्यवस्था व्यवस्था णिच्सम्बन्धे अस्ति. सत्यं, णिच्सम्बन्धे विशेष अवस्था. तर्हि एतावता बुद्धं वा? उमा भगिनी अवगतं वा? नमस्कारः महोदय. अत्र प्रयोज्यकर्तुः निजन्ते अस्ति चेत् अत्र सर्वदा निजन्ते अस्ति चेत् नास्ति, निजन्ते अस्ति चेत् इति नास्ति, प्रयोजकर्तुः सर्वदा भवति एव निजन्ते. अस्तु, तत्र द्वितीय एव भवति खलु? न, किमर्थम् इदानीमेव मया न द्वितीया एव भवति इति नास्ति. द्वितीया कदा भवति? गत्यर्थकधातुः, बुद्ध्यर्थकधातुः, प्रत्यवसानार्थकधातुः, शब्दकर्मकधातुः, अकर्मकधातुः अस्ति चेत् एव प्रयोजकर्तुः द्वितीया भवति, नो चेत् अन्येषु स्थलेषु द्वितीया न भवति, तृतीया एव भवति. अस्तु महोदय. इत्युक्ते अत्र अकर्मकधातूनाम् अनन्तरं शब्दकर्माणां पञ्चविधदातवः सन्ति खलु. अस्तु महोदय. कत्यर्थकाः, बुद्ध्यर्थकाः, प्रत्यवसानार्थकाः, शब्दकर्मकाः, अकर्मकाः, एतादृशदातवः सन्ति चेत् तदानीं प्रयोज्यकर्तुः कर्मत्वं प्रयोजकर्तुः कर्मसंज्ञा भवति. कर्मसंज्ञायाः प्रयोजनं किम् इति चेत् द्वितीयाविभक्तिः भवति. अन्ये धातवः सन्ति चेत् तदानीं प्रयोज्यकर्तुः तृतीयाविभक्तिः एव भवति. कर्तृसंज्ञा एव तिष्ठति, कर्मसंज्ञा न भवति इति कृत्वा द्वितीया अपि न भवति. कर्तृकरणयो तृतीया इति सूत्रेण हा तृतीयाविभक्तिः भवति. अतः सामान्यतया वयं पश्यामः चेत् सर्वत्र वयं तृतीया एव पश्यामः, द्वितीया एव पश्यामः, परन्तु विशिष्टस्थलेषु एतादृशस्थलेषु द्वितीयाविभक्तिः भवति. तर्हि इदानीं गतिः इति वयं जानीमः, कत्यर्थकधातुः इति वयं जानीमः खलु. कत्यर्थकधातुः कः इति वयं जानीमः वा न वा? तर्हि गत्यर्थकदातवः जानीमः, यथा गच्छति, गम् धातुः इत्यादयः, यत्र गतिः इति अर्थः. अनन्तरं बुद्ध्यर्थकदातवः इति तत्र ज्ञाने इति अर्थे अस्ति. ये ये दातवः ज्ञाने इत्यस्मिन् अर्थे अस्ति, अर्थे सन्ति, ते सर्वे अपि बुद्ध्यर्थकाः. अनन्तरं प्रत्यवसानार्थकाः इत्यत्र भोजनार्थकदातवः, यथा खाद् अथवा अद् अत्ति, एतादृशदातवः प्रत्यवसानार्थकाः, भोजनार्थकदातवः. अनन्तरं शब्दकर्म, शब्दकर्म इत्युक्ते शब्द एव कर्म येषां धातवः इत्युक्ते यत्र धातोः कर्म शब्दः अस्ति. शब्दः इत्युक्ते किं तत्र वेदः पठति शृणोति न न पठति श्रुणोति इति नास्ति. शब्दं जनयति इत्युक्ते तादृश इत्युक्ते वेदः इति वेदं पाठयति इति वयं वदामः चेत् तदानीं तत्र वेदः इति तत्र शब्दकर्म अस्ति. शिष्यं वेदं पाठयति, वेदम् अध्यापयति इति तादृश, अथवा गीतं श्रावयति इति वदामः चेत् तत्र तत्र श्रावी इति यः धातुः अस्ति तस्य कर्म अस्ति गीतम्. अतः शब्दकर्म, शब्द एव कर्म येषां धातूनां, तादृशधातुः शब्दकर्म. तर्हि यत्र शब्दकर्म इति वयं वदामः तत्र कर्मणः विषये वयं पश्यामः, न तु धातोः विषये. यदि कर्म शब्दं जनयति, तादृशकर्म इत्युक्ते वेदं वेदं पाठयति इति वदामः चेत् वेदे तत्र शब्दः अस्ति खलु, तदेव तदर्थमेव वेदस्य श्रुतिः इति नाम. तर्हि वेदे तत्र शब्दं, वेदात् शब्दं जायते इति कृत्वा तत्र वेदः इति शब्दः अस्ति. तर्हि इदानीं श्रावयति इति यः धातुः अस्ति तत्र, सः धातुः शब्दकर्मकः. तर्हि इदानीम् इदानीम् उदाहरणानि अग्रे पश्यामः, तदानीं स्पष्टता जायते. इदानीं शब्दकर्म इति स्वीकुर्वन्तु, तत् कथमस्ति इति अग्रे पश्यामः उदाहरणं नीत्वा. तदनन्तरम् अकर्मकधातुः, अकर्मकधातुः नाम कः? हसति, हसति, रोदिति, नृत्यति. न न, मम प्रश्नः कः, भवत्याः उत्तरं किम्? अकर्मकधातवः अकर्मकधातुः नाम कः इति मम प्रश्नः. भवती उदाहरणानि उक्तवती. ओ, कर्मपदं भवति इति सामान्यतया वयं वदामः, कर्मपदं न भवति. तस्य अर्थः कः? कर्मपदं न आवश्यकं. कर्मपदं किमर्थं न भवति? आवश्यकमेव नास्ति. आवश्यकं नास्ति इति वा? न, प्रश्नः किम् इति प्रश्नः तत्र कं किम् इति प्रश्नस्य उत्तरं नास्ति. इति तत्र बालानां बोधाय अस्ति. किं कं बालानां बोधाय अस्ति? धातोः फलं नास्ति तत्र. व्यापारः फलं नास्ति धातोः फलं नास्ति इति वा नास्ति वा यत्र प्रश्नस्य उत्तरं नास्ति तत्रैव अकर्मकधातुः इति नास्ति भगिनि यत्र प्रश्नस्य उत्तरं नास्ति अकर्मक इति बालानां बोधाय तत्र आदौ संस्कृतभारत्यां तत्र प्रथमवर्गे एवं वदन्ति परन्तु शास्त्रीयरीत्या वयं पश्यामः चेत् अकर्मकधातुः इत्युक्ते धातोः अर्थद्वयं किम् फलव्यापारः हा फलं व्यापारः इति यः कोऽपि धातुः भवति तस्य व्यापारः भवति क्रिया भवति फलमपि जायते फलमपि जायते तर्हि इदानीं तत्र पठति इति अथवा पचति इति वयं वदामः पचति अन्नं पचति इति वयं वदामः पचनक्रिया कुत्र जायते अन्नस्य विषये अन्नस्य विषये न तत्र विजयभगिनी भवत्याः वीडियो कृपया स्थगयति वा अत्र किञ्चित् डिस्टर्बेन्स् अस्ति तत्र अन्नं पचति इत्यत्र पचनक्रिया कस्मिन् जायते मातरि अन्ने जायते कर्तरि अस्ति क्रिया व्यापारफलं द्वयं कर्तरि नास्ति इदानीं पश्यन्तु तत्र पचनक्रिया तु कर्तरि अस्ति पचनक्रिया तु कर्तरि अस्ति यदा तत्र कर्ता तत्र विजयाभगिनी उक्तवती अन्ने अपि अस्ति इति अन्ने अपि क्रिया अस्ति नास्ति इति नास्ति यदा क्वथनं भवति अन्नस्य तदानीं तत्र अन्ने तण्डुले अपि क्रिया अस्ति नास्ति इति नास्ति तण्डुले अपि क्रिया अस्ति परन्तु मुख्यव्यापारः कुत्र अस्ति इति चेत् कर्तरि अस्ति रामः अन्नं पचति इति चेत् रामः यदा क्रियां करोति इत्युक्ते सः तण्डुलं स्वीकरोति तत्र तण्डुलस्य प्रक्षालनं तत्र चुल्याः ज्वालनं करोति तदनन्तरं तण्डुलं पात्रे स्थापयति जलं तत्र स्थापयति अनन्तरं चुल्याः उपरि स्थापयति सर्वं करोति खलु एतादृशयः क्रियाः याः सन्ति ताः सर्वाः अपि कुत्र सन्ति इति चेत् रामे एव सन्ति रामः एव करोति अतः व्यापारः सर्वदा रामे अस्ति तर्हि फलं कुत्र अस्ति क्रियायाः फलं कुत्र अस्ति फलव्यापारयोर् किमपि तदपि अन्नमेव अत्र फले अस्ति पचनक्रियायाः फलं किं किमर्थं वयं पचनं कुर्मः अन्नं विक्लिप्ति इति वदामः इत्युक्ते विक्लिप्तिः इत्युक्ते तत्र पचनक्रियायाः फलं किमिति चेत् विक्लिप्तिः इत्युक्ते मृदुभवनं तत्र तण्डुलः मृदुभवनं तण्डुलस्य मृदुभवनम् एव अन्नस्य मृदुभवनमेव तत्र फलमस्ति किमर्थं पचनक्रियां कुर्मः इति चेत् विक्लिप्तिं प्राप्तुं तर्हि तादृशविक्लिप्तिः कुत्र अस्ति तण्डुलान्येव अस्ति हा अन्ये अस्ति खलु फलं कुत्र अस्ति अन्ने अस्ति विक्लिप्तिरूपफलम् अन्ने अस्ति व्यापारः रामे अस्ति पचनक्रियां यदा वयं कुर्मः तदानीं व्यापारः रामे अस्ति विक्लिप्तिरूपफलं तण्डुले अस्ति खलु तर्हि फलम् एकत्र अस्ति व्यापारः अन्यत्र अस्ति तर्हि तत्र सामानादिकरण्यं नास्ति यत्र एतादृशसामानादिकरण्यं नास्ति व्यापारः कर्तरी अस्ति फलं तत्र कर्मणि अस्ति तर्हि तादृशधातुः सकर्मकः धातुः फलमेकत्र व्यापारः अन्यत्र एतादृशधातुः सकर्मकधातुः इति शास्त्रीयव्यवहारः अकर्मकधातुः नाम कः इति चेत् यद् भवन्तः सर्वे इदानीम् एतावता यद् उक्तवन्तः किं कम् एतत् सर्वं समीचीनं तत्र व्यवहारिकतया सर्वं समीचीनं परन्तु शास्त्रीयतया कथं भवति इति अहं वदन्ती अस्मि इदानीं हसति इति वयं वदामः तत्र व्यापारः कुत्र अस्ति हसनक्रियायाः व्यापारः मनुष्यः रामः हसति तर्हि रामे एव तत्र व्यापारः अस्ति तर्हि तत्र तर्हि हसनक्रियायाः फलं किम् रामः हसति न सन्तोषः उत्तमं सन्तोषः एव फलं खलु हसनेन सन्तोषः जायते तृप्तिः जायते तादृशसन्तोषः फलं तादृशफलं कुत्र अस्ति खलु रामे एव यत्र व्यापारः फलं द्वयं कर्तरि एव अस्ति तादृशधातुः अकर्मकः इति वदामः यत्र भिन्न अधिकरणं नास्ति फलम् एकत्र व्यापारः अन्यत्र इति भिन्न अधिकरणं यत्र अस्ति तादृशधातुः सकर्मकः यत्र फलं व्यापारः द्वयमपि एकस्मिन्नेव अस्ति इत्युक्ते कर्तरि एव अस्ति तादृशधातुः अकर्मकः इति व्यवहारः यत्र व्यधिकरणम् अस्ति फलव्यापारयोः व्यधिकरणं यत्र अस्ति तादृशधातुः अकर्मकः यत्र फलव्यापारयोः सामानाधिकरण्यम् अस्ति तादृशधातुः सकर्मकः इति व्यवहारः अस्ति तर्हि अत्र अकर्मकः इति यदा वयं वदामः तदानीं तत्र अकर्मकः इति वयं वदामः चेत् तदानीं तत्र धातुं स्वीकृत्य वयं तत्र चिन्तनं तत्र करणीयम् अस्माभिः चिन्तनं करणीयं तत्र अकर्मकः अस्ति वा सकर्मकः अस्ति वा इति अकर्मकः अस्ति वा इति चेत् तदानीं चिन्तनीयम् इदानीं वृक्षः वर्धते इति वदामः चेत् तत्र शोभा भगिनी वदतु सकर्मकः वा अकर्मकः वा अकर्मकः भगिनी तत्र व्यापारः फलं च वृक्षे एव वर्तते व्यापारः कः व्यापारः वर्धनक्रिया वर्धनम् एव फलं द्वयोः अपि वृक्षे एव आधारः सत्यं सत्यं समीचीनम् इदानीं तत्र कः उषा भगिनी वदतु तत्र रामः रोदिति इति वदामः चेत् तत्र कीदृशधातुः अकर्मकधातु भगिनि रोदिति रोदनक्रिया अपि रामे अस्ति फलं दुःखम् अपि रामे अस्ति उत्तमम् इति एवं रीत्या तत्र इदानीं नदी वहति इति उदाहरणं तत्र सूर्यकुमारी भगिनी वदतु कीदृशधातुः अकर्मक किमर्थं नदी व्यापारमस्ति वहति अपि फलं नदी अस्ति नद्ये अस्ति नद्यामेव अस्ति अस्तु इति एवं रीत्या सकर्मकः वा अकर्मकः वा इति चिन्तनीयं तत्र दातुं स्वीकृत्य केषुचित् अर्थेषु धातुः सकर्मकः भवितुमर्हति इदानीं रामः भारं वहति इति वाक्यमस्ति तत्र अरुणा भगिनी वदतु कीदृशधातुः वहति सकर्कमधातु भगिनि कार्यं राम इति रामः भारम् इति सकर्मकः वा अकर्मकः वा कीदृशधातुः सकर्मकः भगिनि सकर्मकः सम्यक् किमर्थं व्यापारः वाहयति वाहयकार्यं रामा अस्ति फलम् अस्ति क्षम्यतां तत्र रामः भारं वहति तत्र तत्र शुभदा भगिनी सहायं करोतु भगिनी उक्तवती किञ्चित् वहति वहतातु व्यापारः अस्ति फलं व्यापारः एकत्र अस्ति भारं वहति अरुणभगिनी समापयतु वहदातु व्यापारः रामे सम्यक् भगिनी सम्यक्तया उक्तं रामे अस्ति व्यापारः फलं कुत्र अस्ति अन्यम् अस्ति न अन्नं नास्ति भारम् अन्यम् अस्ति भारे अन्य फलं कुत्र अस्ति फलं भारं भारे अस्ति फलं इति एवं रीत्या तत्र फलव्यापारयोः समानाधिकरणे अस्ति चेत् सकर्मकः। तर्हि अस्मिन् सूत्रे गतिबुद्धिप्रत्यवसानार्थ इति सूत्रे अकर्मकधातूनां ग्रहणं। सम्यक् भगिनी, धन्यवादः। अकर्मकधातूनां ग्रहणम् अस्ति इति तत्र पञ्चविधधातूनां ग्रहणम् एतादृशधातुः अस्ति चेत् तदानीं प्रयोज्यकर्तुः कर्मत्वं भवति। यः कर्ता, यः कस्य कर्मत्वं भवति इति स्पष्टतया अवगन्तव्यम् अत्र। अत्र प्रयोज्यकर्ता अत्र अस्मिन् सूत्रे अणिकर्ता इति किमर्थम् उक्तम्? यदा निजन्तः नास्ति तदा यः कर्म कर्ता अस्ति तस्य किं पुनः वदतु? अण्यन्त अवस्थायाम् इति। अन्यन्त अवस्थायां यद् इदानीं पित्रा पिता पुत्रं गमयति, पुत्रः गच्छति, अत्र अनिजन्त अवस्थायां पुत्रः एव गमनक्रियायाः कर्ता अस्ति, तस्य सम्या भवति, कर्मत्वं भवति इति सूत्रं वदति। इत्युक्ते किमर्थमेव वक्तव्यं तत्र अन्यन्तावस्थायां यः कर्ता तस्य कर्मत्वं भवति इति किमर्थं वक्तव्यम्? यतोहि कर्मपदं तु निजन्तावस्थायां कर्तरी पिता अस्ति, अनिजन्तावस्थायां कर्तरी क्रिया सह अन्वयः तु पुत्रस्य अस्ति, अतः एव वक्तव्यं किं फार् क्लारिटि? न, क्लारिटि इति नास्ति, क्लारिटि नास्ति, स्पष्टप्रतिपत्त्यर्थं नास्ति। अणिकर्ता इति स्पष्टप्रतिपत्त्यर्थं नास्ति, यथा भवती उक्तवती तथा नास्ति, स्पष्टताये इति नास्ति। अणिकर्ता इति किमर्थं वक्तव्यम्? अनिजन्त अवस्थायां यः कर्ता न भवति तत्र कर्म न भवति। उदाहरणार्थं पिता रामं गमयति, अनिजन्तावस्थायां तत्र प्रयोज्यकर्ता प्रथमं भवेत् इति वा? नो चेत् प्रयोजककर्ता प्रयोज्यकर्तारम् अनुसरति, इत्युक्ते प्रयोज्यकर्ता नास्ति चेत् प्रयोजककर्तुः कार्यमेव न भवति। अनिजन्त अवस्थायाम् एकः कर्ता अस्ति, समान धातोः ण्यन्त अवस्था णिजन्त अवस्थायां कर्ता अन्यः भवति। अतः उदाहरणसहितं वदतु। रामः गच्छति, अत्र रामः इति अणिजन्त अवस्थायां रामः इति कर्ता, अण्यन्त अवस्थायां रामः इति कर्ता, परन्तु पिता रामं गमयति, अत्र तु पिता रामः कर्ता नास्ति, वाक्यं तु समानम् एव, रामः रामस्य गच्छन् गमनस्य क्रिया एव तत्र। रामः तु कर्ता एव खलु, कर्तृसंज्ञा नास्ति वा रामस्य? कर्तृसंज्ञा अस्ति, परन्तु तत्र अनुक्तकर्ता क्षम्यतां णिजन्त अवस्थायां, यतोहि तत्र प्रयोजककर्ता तत्तु वयं जानीमः खलु, हेतुमती च इत्यनेनैव वयं जानीमः प्रयोजककर्ता भवति, प्रयोजककर्ता भवति, अतः किमर्थम् अण्यन्तावस्थायाम् इति वक्तव्यम्? तत्र तिङ् प्रत्ययः कर्तारं सूचयति, अण्यन्त अवस्थायां रामस्य अन्वयः अस्ति तेन सह, निजन्त अवस्थायां प्रयोजककर्तुः अन्वयः अस्ति। पश्यन्तु अत्र रामः गच्छति, पिता रामं गमयति, माता पित्रा रामं गमयति, अत्र किं जातं? माता पित्रा रामं गमयति, अत्र किं जातं? माता कर्ता भवति इदानीं, माता गमयति, कीदृशकर्ता तत्र? इदानीं माता एव प्रेरककर्ता प्रयोजककर्ता भवति पितुः अपि पुत्रस्य कृते प्रथमं पिता किमस्ति पिता इदानीं तृतीयविभक्तो भवति अतः तत्र किमर्थं द्वितीया नास्ति तस्य गम् धातुः तु अस्ति खलु द्वितीया नास्ति यतोहि अस्तु इदानीं तत्र गमयति इत्यस्य अन्वयः तु माता अस्ति पित्रा पुत्रं गमयति तत्र पित्रा इत्यस्य तृतीया कर्तृकरणयोर्तृतीया करणं भवति इति किमर्थम् शुद्धधातुः यस्य अस्ति तस्य एव शुद्धधातोः प्रयोगसमये यः कर्ता अस्ति तस्य एव कर्मसंज्ञा भवति इति वा इति अस्ति तदर्थमेव अणिकर्ता इति उक्तं किमर्थमिति चेत् एकः एव प्रयोजक प्रयोज्यव्यापारः प्रयोजकव्यापारः भवति इति नास्ति एकः एव निजन्तव्यापारः भवति इति नास्ति तत्र एव गमयति गमी इति धातोः पुनः निजन्तधातुः भवितुमर्हति खलु गमी इति धातुतः पुनः निजन्तः इदानीं पिता पिता रामं प्रेरयति माता पितरं प्रेरयति अन्य कोऽपि मातरं प्रेरयति इत्यपि भवितुमर्हति खलु तर्हि अत्र एकैकस्मिन् स्तरे प्रयोजकर्ता भवति प्रयोजकर्ता भिन्नः भवति तत्र एतादृशप्रयोजकर्तुः सर्वत्र द्वितीयाविभक्तिः भवति वा कर्मत्वं भवति वा इति प्रश्ने सति न एतादृशप्रयोज्यकर्ता इदानीं पितुः कर्मत्वं न भवति द्वितीयाविभक्तिः अपि न भवति यतोहि सः अणौ न कर्ता नास्ति अण्यन्तावस्थायां कर्ता नास्ति सः ण्यन्तावस्थायामेव कर्ता पिता गमयति इति वदामः चेत् ण्यन्तावस्था अस्ति तत्र एव सः कर्ता अनन्तरं माता पित्रा रामं गमयति इत्यत्रापि ण्यन्तावस्था एव अस्ति अण्यन्तावस्था कुत्र अस्ति रामः गच्छति इत्यत्र एव अण्यन्तावस्था अस्ति प्रथमस्तरे रामः गच्छति द्वितीयस्तरे पिता रामं गमयति यतोहि इदानीं राममित्यस्य कर्मत्वम् अस्ति किमर्थं चेत् गम् धातुः गत्यर्थकधातुः रामः अण्यन्तावस्थायां कर्ता रामः गच्छति इति अण्यन्तावस्था तादृश अवस्थायां सः कर्ता अस्ति इति कृत्वा तत्र ण्यन्तावस्थायां रामस्य कर्मत्वं भवति गत्यर्थकधातुः अस्ति इति कृत्वा अतः द्वितीयाविभक्तिः भवति पिता रामं गमयति इदानीं द्वितीयस्तरे इदानीं माता पितरं प्रेरयति इति यदा भवति तदानीं तदानीं तत्र पिता तु अण्यन्तावस्थायां कर्ता नास्ति ण्यन्तावस्थायामेव कर्ता अस्ति अतः तत्र माता ण्यन्तावस्थायां कर्ता अस्ति इति कृत्वा तस्य तृतीयाविभक्तिः एव भवति यद्यपि गत्यर्थकधातुः अस्ति तथापि पितुः द्वितीयाविभक्तिः न भवति तृतीयाविभक्तिः एव भवति अतः माता पित्रा पुत्रम् अथवा रामं गमयति रामस्य इदानीं कर्मसंज्ञा अस्ति यतोहि सः तु अन्यन्तावस्थायां कर्ता अस्ति इति कृत्वा तस्य कर्मत्वम् अस्ति इति कृत्वा द्वितीयाविभक्तिः केवलं रामस्य भवति यतोहि रामः एव अन्यन्तावस्थायां कर्ता अतः यः कोऽपि कर्ता अन्यन्तावस्थायाम् अस्ति तस्य कदापि कर्मत्वं न भवति अवगतं वा इद अथवा भ्रमात्मकमस्ति वा अवगतम् अतः एव अण्यन्तावस्थायाम् इति उक्तम् अणिकर्ता इति उक्तं तदर्थमेव दिने महोदय अवगतं वा आं भगिनि इदानीम् अवगच्छामि मम प्राक् धारणा अन्या अस्ति यथा प्रयोज्य सर्वदा यथा रामं द्वितीया अस्ति यदि रामः गच्छति श्यामा रामं गमयति इत्यादि केवलम् अहं तत्रैव अवगच्छन् परन्तु इदानीम् अहं जानामि यदि प्रयोज्य सर्वदा द्वितीया न भवति प्रयोज्य अपि कर्ता भवति अन्यत्र सम्बन्धे पित्रा अपि कर्ता भवति अन्यत्र सम्बन्धे पित्रा तु तृतीया भवति विभक्ति परन्तु मातापित्रा रामं गमयति तर्हि पित्रा अपि च राम कर्ता भवन्ति इत्युक्ते प्रयोज्यकर्ता अस्ति चेत् सर्वदा द्वितीयाविभक्तिः भवति इति नास्ति प्रत्यर्थकधातुः एतादृशधातुः अपि भवेत् अपि च अन्यन्त अवस्थायां कर्ता अपि भवेत् तदानीमेव तस्य द्वितीयविभक्तिः भवति इति अत्र सारांशः अस्ति अस्तु धन्यवादः इदानीं तत्र शुभदभगिनी एकवारं वदतु तत्र सूत्रे किम् अस्ति अणौ इति किमर्थम् उक्तम् इति एकवारं प्रतिपादयतु अणौ गतिबुद्धिप्रत्यवसानार्थकर् शब्दकर्माकर्मकाणाम् अणिकर्ता सणौ इति सूत्रम् अत्र अत्र दत्तमस्ति गत्यर्थकाः ये धातवः बुद्ध्यर्थकाः ये धातवः अपि च प्रत्यवसानार्थकाः नाम भोजनार्थाः ये धातवः ये तादृशानि यानि क्रियापदानि सन्ति धातवः सन्ति क्षम्यतां तादृशाः ये धातवः सन्ति तेषां कृते प्रयोज्यकर्ता कर्मसंज्ञा प्राप्नोति एकः भागः तत्तु सः तु एकः भागः तदनन्तरं शब्दकर्मकाणाम् इति अस्ति येषां धातूनां कृते शब्दः एव कर्म अस्ति नाम सः गीतं पाठयति तर्हि गीतं श्रावयति क्षम्यतां सः गीतं श्रावयति इति अस्ति चेत् श्रवणक्रियायाः गीतम् इति शब्दः भवति अतः श्रु इति धातुः अपि श्रु इति धातोः कृते अपि ण्यन्त अवस्थायां प्रयोज्यकर्तुः द्वितीया कर्मसंज्ञा भवति न तु द्वितीया कर्मसंज्ञा प्राप्नोति तदनन्तरं ये धातवः अकर्मकाः यथा भवती उक्तवती कर्मसंज्ञा कदा प्राप्नोति इति वयं दृष्टवन्तः येषां धातूनां कृते तत्र व्यापारः अपि च फलम् इत्यस्य अधिकरणम् एकमेव अस्ति तत्तु कर्ता इति तस्य विवेचनम् आसीत् तत्र सः एव धातुः अकर्मकधातुः इति उच्यते अतः तादृशाः धातवः अकर्मकाः धातवः इति वयं दृष्टवन्तः तादृशानां धातोः कृते अपि यत् तेषां निजन्तवाक्येषु प्रयोज्यकर्तुः कर्मसंज्ञा भवति अपि च गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणि कर्ता सणौ अपि अण्यन्त अवस्थायां यः कर्ता सः ण्यन्त अवस्थायां कर्मसंज्ञा प्राप्नोति नाम रामः गच्छति इति भवति तत् रामः इति कर्ता गच्छति इति क्रियापदं पिता रामं गमयति अत्र गमयति इति गत्यर्थकधातुः अस्ति गम् इति अतः प्रयोज्यकर्ता राम इत्यस्य कर्मसंज्ञा भवति अतः द्वितीया विभक्तेः प्रयोगः अत्र भवति अतः पिता रामं गमयति इति भवति परन्तु यत्र पुनः एकवारम् अन्यत् एकं सोपानम् अस्ति यथा माता पितरं प्रेरयति तदा रामस्य गमनस्य कृते माता पितरं प्रेरयति तादृशी परिस्थितिः अस्ति चेत् तत्र माता पित्रा रामं गमयति इति भवति यतोहि ण्यन्त अवस्थायां सः कर्ता अस्ति पिता इति कर्ता अस्ति निजन्त अवस्थायां पिता इति कर्ता तर्हि तस्य यदा निजन्तवाक्यं भवति तर्हि ण्यन्त अवस्थायां यः कर्ता अस्ति तस्य कदापि कर्मसंज्ञा न भवति अतः माता पितरं रामं गमयति इति न भवति माता पित्रा नाम तत्र तृतीया विभक्तिः एव भवति, अतः माता पित्रा रामं गमयति इति भवेत्। अतः तदेव अणि अण्यन्त अवस्थायाम् अणि इति भव इति तस्य अर्थः, अण्यन्त अवस्थायां सः यः कर्ता तस्य ण्यन्त अवस्थायां कर्मसंज्ञा प्राप्नोति, परन्तु अण्यन्त अवस्थायां यः क्षम्यताम् ण्यन्त अवस्थायां यः कर्ता भवति तस्य कर्मसंज्ञा कदापि न भवति, तस्य तृतीया विभक्तिः भवेत्। अतः आहत्य गतिबुद्धि प्रत्यवसानार्थक ये धातवः तेषां कृते शब्द येषां कर्म अस्ति तादृशानां धातूनां कृते, अपि च अकर्मकधातूनां कृते, अपि च अण्यन्त अवस्थायां यः कर्ता अस्ति तस्य ण्यन्त अवस्थायाम् इति एतादृश्यां परिस्थित्यां प्रयोज्य कर्तुः कर्मसंज्ञा भवति इति आशयः। उत्तमम् उत्तमं, बहु समीचीनं, धन्यवादः। अस्तु, सर्वैः बुद्धं वा? कोऽपि प्रश्नः अस्ति वा? अस्तु तर्हि अग्रे उषा भगिनी। अस्तु भगिनि, प्रयोज्यकर्तुः प्रयोज्यकर्तुः प्रेषणादिव्यापारस्य ईप्सिततमं कारकं प्रयोज्यकर्ता एव अस्ति, अतः एव प्रयोज्यकर्तुः कर्मसंज्ञा भवति कर्तृरीप्सिततमं कर्म इति सूत्रेण एव। तर्हि प्रकृतसूत्रं व्यर्थं भवति वा? प्रयोज्यकर्ता वयं ज्ञातवन्तः, प्रयोज्यकर्ता इति अण्यन्त अवस्थायां यः कार्यं करोति, यः कर्ता भवति। प्रेषणादिव्यापारस्य ईप्सिततमं कारकं प्रयोज्यकर्ता एव अस्ति, प्रेषणादिव्यापारस्य ईप्सिततमं कारकं प्रेषणादिव्यापार यः प्रयोजककर्ता, प्रयोज्यकर्ता प्रेरयति तस्य इच्छा भवति, प्रयोजककर्ता कर्तुः इच्छा भवति तत् ईप्सिततमं कारकं देन् प्रयोज्यकर्ता एव अस्ति। प्रयोजककर्ता प्रयोज्यकर्ता प्रेरयति देन् ईप्सिततमं कारकं प्रयोज्यकर्ता एव, ईप्सिततमं कारकम् इति प्रयोज्यकर्ता सूचयति, तत् प्रयोज्यकर्ता कर्तृरीप्सिततमं प्रयोजककर्ता सूचयति भगिनि, बट् एकक्षणम् अत्र प्रथमतया कर्तुरीप्सिततमं कर्म अस्माभिः न इति न अधीतं। सामान्यतया रामः ग्रामं गच्छति इत्यत्र ग्रामम् इत्यस्य कर्मसंज्ञा केन सूत्रेण भवति इति चेत् कर्तुरीप्सिततमं कर्म इति सूत्रेण भवति। किमर्थं कर्तुरीप्सिततमं कर्म इत्यनेन भवति इति चेत् तत्र रामः ग्रामं गच्छति इति वाक्ये गमनक्रियाद्वारा रामः किं प्राप्तुमिच्छति? ग्रामं प्राप्तुमिच्छति, तदेव तत्र ईप्सिततमं कर्म, ईप्सिततमम् अस्ति, तदेव सः प्राप्तुमिच्छति, अधिकतया प्राप्तुमिच्छति। गमनक्रियां किमर्थं करोति इति चेत् ग्रामं प्राप्तुमेव करोति, अतः तत्र यदि ईप्सिततमम् अस्ति, कर्तुः यदि ईप्सिततमम् अस्ति तस्य एव कर्मसंज्ञा भवति भवति, अतः ग्रामस्य कर्मसंज्ञा। तर्हि इदानीं प्रश्नः, रामः ग्रामं गच्छति, पिता रामं ग्रामं गमयति इति वाक्ये गमयति इत्यत्र यः तिङन्तं पदमस्ति तत्र कर्तुरि तत्र गमन गमयति इत्यत्र मुख्यव्यापारः कः? प्रेरणारूपव्यापारः एव खलु? प्रेरणारूपव्यापारः प्रेरणारूपव्यापारेण किं प्राप्तुमिच्छति? तत्र रामे प्रेरणा भवतु इति एव खलु, रामे प्रेरणा भवतु येन सः कार्यं करोति, तर्हि तदेव ईप्सिततमम् अस्ति। कर्तुः ईप्सिततमं किं? रामः कार्यं कुर्यात् इति एव ईप्सिततमम्, अतः कर्तुरीप्सिततमं कर्म इत्यनेन एव रामस्य कर्मसंज्ञा भवति खलु। तर्हि सर्वत्र यत्र यत्र प्रयोजकव्यापारः अस्ति, यत्र यत्र निजन्तधातोः प्रयोगः अस्ति, सर्वत्र प्रयोजकर्तुः कर्मत्वं लभ्यते खलु, कर्तृतमं कर्म इत्यनेनैव. तर्हि किमर्थं गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् इति सूत्रं किमर्थं वक्तव्यम् इति प्रश्नः, सूत्रं व्यर्थं वा इति प्रश्नः. तत्र समाधानं किम्? This is only for certain dhatus. Gatya, gatyartaka, buddhyartaka, pratyavasanartaka, shaptakarma, karmaka. Patatu, asya samadhanam evam, yat prakrita sutram, niyama sutram asti. Kartri ripsitatamam, karma, okay. Purva sutrena eva karma sajnayam, praptayam, idam sutram niyama yati, yat niyanta dhatu nam yoge, प्रयोज्यकर्तुः कर्मसंज्ञा केवलं सूत्रपठितानां गत्यर्थकानां बुद्ध्यर्थकानां प्रत्यवसानार्थकानां शब्दकर्मकानाम् अकर्मकानां च धातूनां भवति, न अन्येषां धातूनाम् एव भवति. अस्य समाधानम् एवं यत् प्रकृतसूत्रं नियमसूत्रम् अस्ति. प्रकृतसूत्रम् अत्र गतिबुद्धिप्रत्यवसानार्थ. पूर्वसूत्रेण एव, पूर्वसूत्रेण अत्र कर्तृरीप्सिततमं कर्म, ओके, पूर्वसूत्रेण एव कर्मसंज्ञायां प्राप्तायाम् इदं सूत्रं नियमयति यत् ण्यन्तधातोः धातूनां योगे प्रयोज्यकर्तुः ण्यन्तधातूनां योगे प्रयोज्यकर्तुः कर्मसंज्ञा केवलं सूत्रपठितानां गत्यर्थकानां बुद्ध्यर्थकानां प्रत्यवसानार्थकानां शब्दकर्मकानाम् अकर्मकाणां च धातूनाम् एव भवति, न अन्येषाम्. अस्तु भगिनि, प्रथमं कर्तृरीप्सिततमं कर्म इति सूत्रेण प्रयोज कर्तुः कर्मसंज्ञा भवति, अण्यन्त अवस्थायां प्रयोज्यकर्तुः अण्यन्त अवस्थायां न, अण्यन्त अवस्थायाः विषयः नास्ति. अण्यन्तावस्थायां तु अण्यन्तावस्थायां प्रयोज्यकर्ता इति एव विषयः नास्ति खलु. रामः ग्रामं गच्छति इति वाक्ये ग्रामस्य कर्मसंज्ञा भवति, रामस्य कर्मसंज्ञा न भवति तत्र. रामः अत्र कर्ता, या रामः ग्रामं गच्छति. सो अण्यन्त अवस्थायाम् इति अत्र विषयः नास्ति, ण्यन्त अवस्थायामेव कर्तरीप्सिततमं कर्म अण्ड् गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म कर्मकाणाम् अणिकर्ता स णौ इति सूत्रस्य आवश्यकं किम् इति कृते, अत्र गतिबुद्धिप्रस्य अवसानार्थ शब्दकर्म अकर्मकाणाम् इति धातोः कृते एव शब्दक अणिक भवति. ण्यन्तधातूनां योगे प्रयोज्यकर्ता कर्मसंज्ञा केवलम् अत्र. हा, एकवारम् एकक्षणं भगिनि, अत्र लक्ष्मी भगिनी किञ्चित् सहायं करोतु. आं भगिनि, प्रयत्नं करिष्यामि. अत्र अत्र अत्र उक्तं यत् कर्तृरीप्सिततमं कर्म इति सूत्रं कर्मसंज्ञाविधानसूत्रमस्ति. तेनैव अत्रापि, इत्युक्ते निजन्तप्रसङ्गे अपि तेनैव कर्मसंज्ञा प्राप्तुं शक्यते खलु इति प्रश्नः. अस्य सूत्रस्य प्रसक्तिः किम्? न चेत् किमर्थम् एतत् सूत्रं विरचितम्? गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्ता सनौ इति सूत्रम् इति सूत्रेण कर्मसंज्ञा पुनः विधानमस्ति. किमर्थम् एतत् कर्तृरीप्सिततमं कर्म इत्यनेन एव जायते खलु इति प्रश्नः खलु भगिनि? सत्यम्. अस्य समाधानमस्ति, एतत् सूत्रं गतिबुद्धिप्रत्यवसानार्थ इति शब्दकर्म अकर्मकाणाम् अणिकर्ता सनौ इति सूत्रं नियमसूत्रमस्ति इति अत्र उक्तमस्ति. इत्युक्ते पूर्वसूत्रेण यत्र कर्मसंज्ञा प्राप्यते तत्र एतत् सूत्रमागत्य नियमनं करोति इत्युक्ते तस्य कार्यक्षेत्रम् इतोपि सङ्कोचः करोति न्यन्तधातूनां प्रयोगे प्रयोज्य कर्तुं कर्मसंज्ञ केवलम् अत्र एव भवति किन्तु अन्यत्र न भवति इति वदति निजन्तधातूनां प्रयोगे केवलं गति गत्यर्थकः बुद्ध्यर्थकः प्रत्यवसानार्थकानां शब्दकर्मकाणाम् अकर्मकाणां च धातूनां प्रयोगे एव कर्मसंज्ञा प्राप्नोति न तु अन्येषाम् इत्युक्ते ददाति इति धातुः अस्ति चेत् तत्र कर्मसंज्ञा न प्राप्नोति अणि कर्तुः बालः पुस्तकं ददाति इति अणिजन्दवाक्यं भवति पिता बालेन पुस्तकं दापयति इति निजन्दवाक्यं भवति तत्र यत् अणिकर्ता आसीत् बालः निजन्दप्रयोगे बालेन इति तृतीया विभक्ति कर्तृकरणयोः तृतीया इत्यनेन भवति अत्र बालम् इति कर्मसंज्ञा न प्राप्नोति यतः दादातु अत्र गत्यर्थकः अपि नास्ति बुद्ध्यर्थकः अपि नास्ति प्रत्यवसानार्थधातुः अपि नास्ति शब्दकर्मधातुः अपि नास्ति अकर्मकः अपि नास्ति तेन तस्य कर्तृकर्णयोस्ति तृतीया इत्यनेन तृतीया विभक्ति भवति किन्तु कर्मसंज्ञा इच्छति केवलम् एतेषां धातूनां कृते यत्र गत्यर्थकः बुद्ध्यर्थकः प्रत्यवसानार्थ शब्दकर्म अकर्मकाणां धातूनां कृते एव कर्मसंज्ञा भवति इति नियमनं करोति एतत् सूत्रम् भगिनी यदि पिता पुत्रं शालां प्रापयति तदा पिता एव कार्यं करोति खलु स एव प्रापयति वाहनेन वदतु पिता पुत्रं शालां प्रापयति प्रापयति इत्यस्य अर्थः कः प्रापयति इत्युक्ते हि ड्राप्स् हिम् टु स्कूल् न प्रापयति इत्युक्ते ड्राप्स् हिम् टु स्कूल् इति नास्ति पाठशाला पर्यन्तं तं मेकिङ्ग् हिम् टु गो मेकिङ्ग् हिम् टु गो सो हि प्रापयति इत्युक्ते साक्षात् तत्र पाठशालायां गोयिङ्ग् अण्ड् ड्रापिङ्ग् इस् नाट् इति नास्ति मेकिङ्ग् हिम् टु गो इति वा इत्युक्ते तत्र मेबि इस् पुटिङ्ग् हिम् इन् द आटो रिक्षा अण्ड् सेण्डिङ्ग् हिम् और् he's motivating him to go bike yane yadi drop karoti tada katham bhavati pita putram shalam prapayati tada tada api tadeva bhavati khalu na bike yadi vadati che prapayati datu nasti binaha datu bhavet प्रेषयति अण्ड् प्रापयति प्रेषयति इत्युक्ते आटो याने यानेन प्रेषयति इति भवितुमर्हति परन्तु स्वयमेव वाहनं चालयित्वा न तत्र अन्यः धातुः अस्ति वा इति एकवारं पश्यतु तत्र इत्युक्ते तत्र पुत्रः शालां प्राप्नोति पिता पुत्रं शालां प्रापयति शालां प्रापयति परन्तु यथा भवती उक्तवती साक्षात् गोयिङ्ग् अण्ड् ड्रापिङ्ग् इत्यत्र धातुः भिन्नः भवेत् प्रापयति इति धातुः नास्ति अन्य उदाहरणमपि अस्ति पुत्रः नगरं गच्छति परन्तु अत्र पित्रा पुत्रं गमयति इति अस्ति न अत्र अत्र प्रापयति इत्यस्य विषये अग्रे चिन्तयामः, परन्तु अत्र अत्र यः विषयः अस्ति सः विषयः अवगतः वा? हा अवगतम्। हा तावदेव, इत्युक्ते सूत्रं किमर्थम् इति चेत् इदं सूत्रं नियमसूत्रम्। इदानीं वंशी भगिनी वदतु, नियमसूत्रम् इत्युक्ते किम्? अनियमे नियमकारिणी परिभाषा। यत्र तु एकवारं तत्र तस्य प्रयोगः भवति, तत् तस्मात् अनन्तरं पुनः विधानं भवति, तत्र पुनर्विधानं यत् भवति तत्र तु नियम तत्र वाक्यं विस्मृतवती। केवलं पुनर्विधानमिति वा? नियमस्य सीमां करोति, पुनर्विधानं कृत्वा सीमामपि स्थापयति। सत्यं सत्यं, इत्युक्ते सिद्धे सति आरभ्यमाणः नियमाय भवति। सिद्धे सति इत्युक्ते सिद्धमस्ति, केन सिद्धं? कर्तुरीप्सितमं कर्म इति सिद्धमस्ति, तेन एव प्राप्यते, तेन एव कर्मसंज्ञा प्राप्यते। परन्तु सिद्धमस्ति चेदपि पुनर्विधानं किमर्थं क्रियते इति चेत् नियमाय, नियमनं करोति। नियमनम् इत्युक्ते सीमां स्थापयति, इत्युक्ते सर्वेषां धातूनां न भवति प्रयोज्यकर्तुः कर्मत्वं, परन्तु केवलम् एतादृशधातूनाम् एव भवति, एव भवति इति वदति खलु, एवकारः श्रूयते खलु, यत्र एवकारः श्रूयते तदानीं तत्र नियमनम् इति वयम् आगन्तुं शक्नुमः। पूर्वमेव प्राप्तं परन्तु न सर्वेषां धातूनां नास्ति, परन्तु केवलम् एतादृशधातूनाम् एव इति यदा वदति खलु तदेव नियमः। अस्तु, अग्रिमवाक्यद्वयं पठतु, अग्रिमपरिच्छेदं पठतु। अहं पठामि वा? भवती अस्मिन् सूत्रे नौ इत्यनेन हेतुमती च इति सूत्रेण यः निच् प्रत्ययः विधीयते तस्य ग्रहणं भवति। निच् प्रत्ययः यथा स्वार्थे भवति तथैव प्रेरणार्थे अपि भवति। प्रेरणार्थे निच् प्रत्ययः प्रायः सर्वेभ्यः धातुभ्यः भवति, यथा पठति पाठयति, अत्र पठनार्थं प्रेरयति। एतादृशेषु प्रयोगेषु प्रेरणार्थे निच् प्रत्ययः आगतः। निच् प्रत्ययस्य विधानानन्तरं धातुः ण्यन्तः भवति। निच् प्रत्ययात् पूर्वं धातुः अण्यन्तः अस्ति, यथा देवदत्तः पाठं पठति। पठ् धातु अण्यन्तः अस्ति, आचार्यः देवदत्तेन पाठं पाठयति। निच् प्रत्ययस्य विधानानन्तरं पाठि इति धातु ण्यन्तः भवति। निजन्तयुक्ते वाक्ये कर्तृद्वयं दृश्यते, यः प्रेरकः भवति सः प्रयोजककर्ता, यः प्रेरितः भवति सः प्रयोज्यकर्ता इति उच्यते। अस्तु, तत्र प्रथमं तु प्रयोजककर्ता कः अस्ति, प्रयोज्यकर्ता कः अस्ति इति उक्तः अस्ति। प्रयोजककर्ता कः अस्ति इति, यः प्रेरयति सः प्रयोजककर्ता अस्ति। यः प्रेरितः भवति प्रयोज्यकर्तुः इत्यनेन सः प्रयोज्यकर्ता इति अस्ति। अपि च तत्र प्रेरणा निच् प्रत्ययः द्विविधं भवति, एकं तु स्वार्थे अपि च प्रेरणार्थे। स्वार्थे तु सर्वत्र सर्वेषां धातूनां कृते तत्र स्वार्थे भवितुम् अर्हति, परन्तु प्रेरणार्थे तु निच् प्रत्ययस्य विधानं केषुचित् काकेषु धातुषु एव भवति, तत्र तु ण्यन्तः धातु यथा प्रेरणार्थे भवति धातुः ण्यन्तः भवति। अतः तत्र पुनः एकवारं, स्वार्थे सर्वेभ्यः धातुभ्यः भवति वा? स्वार्थे निच् स्वार्थे तु चुरादिगणे एव भवति, प्रेरणार्थे सर्वेभ्यः धातुभ्यः भवति। क्षम्यतां, स्वार्थे तु निच् प्रत्ययः केवलं चुरादिगणे एव भवति, प्रेरणार्थे तु निच् प्रत्ययः सर्वेभ्यः धातुभ्यः भवति। यथा तत्र पठति इति लटि धातु अस्ति, पाठयति इति तत्र तु प्रेरणार्थे धातु भवति, पाठि इत्यस्य पाठयति तु प्रेरणार्थे धातु भवितुम् अर्हति। अतः प्रेरणा किमस्ति इति पठनार्थम् इति पठनक्रियायाः प्रेरणम् अस्ति पाठयति इत्यस्मिन्, अतः तत्र सर्वेभ्यः धातुभ्यः तत्र प्रेरणार्थे निष्कृत्य भवितुम् अर्हति। अपि च तत्र उदाहरणमस्ति तत्र देवदत्तः पाठं पठति इति सामान्यवाक्यमस्ति यत्र पठति इति क्रिया देवदत्तेन उक्तः अस्ति देवदत्तः पाठं पठति इत्यस्मिन् परन्तु आचार्यः देवदत्तेन पाठं पाठयति इत्यस्मिन् आचार्यः प्रेरकः भवति तत्र तु प्रयोजककर्ता इति आचार्यः अस्ति कस्य प्रेरणा करोति इत्युक्ते देवदत्तस्य प्रेरणा करोति अतः देवदत्तः प्रयोज्यकर्ता इति भवति यतोहि तत्र पाठयति इति क्रियापदम् आचार्येण उक्तः अस्ति अतः तत्र देवदत्तः प्रयोज्यकर्ता भवति अपि च हेतुपती च इति सूत्रेण निच् प्रत्ययस्य विधानमपि तत्र भवति ण्यन्तवस्थायां तत्र पाठयति इत्यस्य निच् प्रत्यय केन सूत्रेण भवति इत्युक्ते हेतुमति च इति सूत्रेण यतोहि तत्र हेतु तत्र हे व्यापारः हेतुमान् अस्ति हेतुमान् इत्यस्य आधेयः अस्ति आचार्यः इत्यस्मिन् तत्र हेतुमति च इति सूत्रेण आचार्यः येन उक्तः अस्ति पाठयति इति क्रियापदं समीचीनं वा भगिनि समीचीनं सम्यक् इत्युक्ते तत्र पश्यतु एकं वाक्यमस्ति श्वः अहमेव रेल् स्थानके तां त्यक्ष्यामि इति अस्ति वाक्यं तस्य आङ्ग्लभाषायाम् अनुवर्तनं टुमारो ऐ मैसेल्फ् विल् ड्राप् हर् आफ् इन् द रेल् रोड् स्टेशन् ड्रापिङ्ग् आफ् इत्यत्र त्यक्ष्यामि इति उदाहरणं दत्तं कुत्र दत्तमस्ति भगिनि तत्र स्पोकन् संस्कृत मध्ये ओ एवम् संस्कृतभारत्यां तु प्रापयति इति एव त्यक्ष्यति इति त्यजति त्यक्ष्यति तत्र त्यक्ष्यति इति त्यजति इत्यर्थः त्यजामि इत्यर्थः त्यजामि इत्येव अर्थः इत्यस्मिन् अर्थे उक्तमस्ति अस्तु यत्किमपि भवतु अस्माकं विषयं प्रति आगच्छामः इदानीं तत्र एतत्तु अवगतं तर्हि इदानीं किञ्चित् अग्रे गच्छामः इदानीं तत्र अरविन्द महोदय पठति वा शिष्यः लिखति इति अण्यन्दवस्थायां वाक्यम् न्यन्दवस्थायां तदेव वाक्यम् एवं भवति अध्यापकः शिष्येन पाठं लेखयति अत्र अध्यापकः प्रयोजकर्ता शिष्यः प्रयोज्यक अस्ति नाम अन्यन्दवस्थायां यः कर्तः शिष्यः स कर्ता न्यन्दावस्थायां प्रयोज्यकर्ता भवति न्यन्दवस्थायां यः कर्ता अध्यापकः सः प्रयोजककर्ता भवति वाक्यद्वयं पश्यामः चेत् शिष्यः लिखति अथवा शिष्यः पाठं लिखति तत्र शिष्यः एव अन्यन्दावस्थान् लिखति इति अनिजन्द अस्ति इति कृत्वा शिष्यः एव कर्ता भवति यदि अध्यापकः शिष्येण पाठं लेखयति अत्र अध्यापकः इति न्यन्दावस्थायां कर्ता भवति शिष्येण पाठं लेखयति तत्र शिष्येण इति प्रयोज्यकर्ता भवति पाठम् इति कर्म भवति लेखयति इति न्यन्दावस्थायाम् अस्ति अत्र किम् अस्ति चेत् लेखयति इति न्यन्दावस्थायां कर्म प्रयोजकर्ता भवति अध्यापकः येन प्रेरणस्य प्रेरणेन शिष्यः पाठं लिखति इति कृत्वा किन्तु शिष्येण पाठं लेखयति इदत्र पश्यामः चेत् शिष्यः यदि प्रयोगं कर्तुं शक्यः अध्यापकस्य कृते इति कृत्वा तद् प्रयोज्य शक्यत्वम् इति कारणत्वं शिष्ये अवस्थितं भवति इति कृत्वा करणत्वं कृत्वा तृतीयं भवति तत्र पाठं इति कर्म भवति तत्र लेखयति इति तत्र पाठं लेखयति तत्र पाठम् इति कर्मपदम् अस्ति इति कृत्वा पाठं लेखयति इति भवति इत्यवस्थायां तत्र प्रयोजकर्ता अध्यापकः प्रयोज्यकर्ता शिष्यः पाठम् इति कर्मपदं लेखयति इति न्यजन्त धातुः. समीचीनं, सम्यक्. तर्हि अत्र लिक् धातुः वस्तुतः गतिबुद्धिप्रत्यवसानार्थ इति सूत्रे नास्ति खलु, इति सूत्रे उक्तं वा? नास्ति. इति कृत्वा तत्र शिष्येन इति तृतीयविभक्तिः जातः, प्रयोज्य कर्तुः. तर्हि इदानीं मीना भगिनी वदतु, अत्र अस्य वाक्यस्य अन्यन्तवसायं वाक्यं किम् अस्ति? शिष्यः लिखति इति अन्यन्तवाक्यः, तत्र निजन्ते निजन्ते किं भवति? अध्यापकशिष्येन पाठं लेखयति, लेखयति इति भवति. अत्र तृतीया विभक्ति भवति, प्रयोजककर्ता तृतीया विभक्त्याम् अस्ति तत्र. किमर्थम् इत्युक्ते तद् गतिबुद्धि इति तस्मिन् सूत्रे तत्र धातुः न उक्तं, तत्र तस्मात् एव. सत्यम्, लिक् धातुः गत्यर्थकः नास्ति, बुद्ध्यर्थकः नास्ति, भोजनार्थकः नास्ति, शब्दकर्मकः नास्ति, अकर्मकः अपि नास्ति इति कृत्वा तत्र शिष्यः. इदानीं पश्यन्तु, शिष्यः पाठं लिखति इति प्रयोगः मूलवाक्यमस्ति. वस्तुतः अत्र शिष्यः पाठं लिखति इति वक्तव्यं, परन्तु यदि अहं वदामि शिष्यः लिखति, तर्हि निजन्तवाक्यं किं भवति? शिष्यः लेखयति निजन्तवाक्यं. सम्पूर्णवाक्यं वदतु, सम्पूर्णवाक्यं किं भवति? अध्यापकशिष्येन पाठं लेखयति वा, किं वक्तव्यं तत्र? शिष्यः लिखति, पाठमिति नास्ति, पाठमिति नास्ति, शिष्यः लिखति तावदेव. शिष्यः लिखति, इदानीं कर्मपदं नास्ति तस्मिन् वाक्ये. इदानीं ण्यन्तावस्थायां वाक्यं किं भवति? इदानीं ण्यन्तावस्थायां शिष्येन सम्पूर्णवाक्यं वदतु, सम्पूर्णवाक्यम्. अध्यापकः इति प्रयोजककर्ता अपि अस्ति खलु? ओ ओके, अध्यापकः उपयुज्य वा? अध्यापके अध्यापकः शिष्यं लेखयति वा? न, लेखयति इति गतिबुद्धिवर्ते नास्ति. अकर्मकः अस्ति खलु? अकर्मकः अस्ति वा अत्र? पाठं पाठं नास्ति, अकर्मकः पाठं पाठं कर्मपदं नास्ति तत्र. अध्यापकः शिष्यं लेखयति, अध्यापकः शिष्यं लेखयति इति असाधु प्रयोगः. अध्यापकः शिष्यं लेखयति असाधु प्रयोगः. किमर्थमित्युक्ते गतिबुद्धि इति सूत्रे नास्ति लिक् इति दातु, तस्मादेव पश्यन्तु. अत्र पश्यन्तु, लिक् इति तु सामान्यतया सकर्मकधातुः अस्ति, परन्तु मम विवक्षा अस्ति अहम् अकर्मकप्रयोगं करोमि. शिष्यः लिखति इति वयम् अहं वदामि चेत् अत्र पाठः इति मया न उक्तं, पाठम् इति न उक्तं, शिष्यः पाठं लिखति इति न उक्तं, शिष्यः लिखति इति एव उक्तं. तत्र अकर्मकप्रयोगः अस्ति, कर्मपदं नास्ति. तथापि गतिबुद्धिप्रत्यवसानार्थकः इति सूत्रेण शिष्यस्य कर्मत्वं न भवति, द्वितीयविभक्तिः अपि न भवति, यतोहि अस्मिन् सूत्रे अकर्मकः इत्युक्ते तादृशधातुः एव अकर्मकः यस्य कर्मपदं कदापि न सम्भवति. अत्र तु लिखति इत्यत्र कर्मपदं सम्भवति खलु, मया न प्रयुक्तं. कर्मपदं तु सम्भवति, परन्तु मया न प्रयुक्तं. यदि अहम् इच्छामि तु शिष्यः पाठं लिखति इत्यपि वक्तुं शक्नोमि, अतः क्लेशः नास्ति. अतः अयं धातुः अकर्मकः नास्ति. यद्यपि मया अकर्मकप्रयोगः कृतः, तथापि अकर्मकः नास्ति धातुः इति कृत्वा प्रयोजकर्तुः कर्मत्वं न भवति लिक् धातोः. अवगतं वा? भवतः उत्तरं किं तत्र? शिष्यः लिखति इति पाठम् इति नास्ति चेत्, पाठमिति नास्ति चेत्, शिष्यः लिखति इति एव अस्ति चेत्, तदानीं वाक्यं भवति ण्यन्तावस्थायां अध्यापकः शिष्येन लेखयति. अध्यापकः पाठं विनापि अध्यापकः शिष्येन लेखयति इत्येव भवति. इदानीं पुनः आकाङ्क्षा अस्ति चेत् वयं प्रष्टुं शक्नुमः, किं लिखति भवान् इति वदामः, पृच्छामः चेत् तदानीं सः वदति, शिष्यः वदति, ओ अहं पाठं लिखामि इति वदति. तदानीं तत्र पुनः अन्यन्तवस्थायाम् अध्यापकः शिष्येन पाठं लेखयति इति वयं स्थापयितुं शक्नुमः. तत्र आकाङ्क्षा तु भवति, लिखति इति कोऽपि वदति चेत् तदानीम् आकाङ्क्षा भवति खलु, किं लिखति इति आकाङ्क्षा भवति. यदा तादृशी आकाङ्क्षा पूरिता भवति तदानीं वाक्यमपि शिष्येण पाठं लेखयति इति वयं वक्तुं शक्नुमः. परन्तु यदा कोऽपि तादृशं न वदति, शिष्यः लिखति इति तावन्मात्रम् उक्तं चेत् तदानीम् अकर्मकधातुः इति न मन्तव्यम्. लिखति इति कर्मक सकर्मकधातुः एव सकर्मकधातुः एव अस्तु. अस्तु तर्हि अत्र वयं स्थगयामः. प्रश्नः, कर्तुरीप्सिततमं कर्म इति सूत्रे केवलं सकर्मकधातूनाम् अवगमनं भवति वा, न तु अकर्मकधातूनां? न, सर्वेषां धातूनां कर्मसंज्ञा अत्र विधीयते. इत्युक्ते उत्तमः प्रश्नः अकर्मकधातोः कर्मत्वं न भवति खलु इति भवतः प्रश्नः खलु. बालकः अत्र अहं यत्र बालः सुपति इति अस्ति, सुपति मीन्स् तत्र ईप्सिततमं कर्म अस्ति, स्वपिति ईप्सिततमं कर्म अस्ति स्वपिति. किमस्ति ईप्सिततमं कर्म? किम् क्रिया एव कर्म, तत्र क्रिया एव क्रियेण एव ईप्सिततमं भवति न? न, तत्र स्वप्नक्रियां किमर्थं करोति बालकः? स्वप्नक्रिया नास्ति, शेते इति स्वप्नक्रिया खलु, शेते एव स्वप्नक्रिया. स्वप्नक्रिया निद्राम् एव, यत्र निद्रा एव निद्राक्रिया किमर्थं करोति? ईप्सितमम् अस्ति इति कृत्वा नास्ति. ईप्सितमम् अस्ति इति तत्तु भिन्नविषयः. सर्वेपि क्रिया, अहं क्रियां किमर्थं करोमि, मम ईप्सितमम् अस्ति इति भिन्नम् अर्थः. परन्तु किमपि प्राप्तुमेव अहं करोमि खलु क्रियाम्. इदानीं स्वपनक्रियां, स्वप्न इति तत्र ल्युडन्तम् अस्ति, स्वप् धातुतः ल्युडन्तं योजयामः चेत् स्वपनक्रिया, स्वप्नं नास्ति, स्वपन स्वपनक्रिया. स्वपनक्रियां किमर्थं सः करोति, किं प्राप्तुं करोति? सुखं प्राप्तुम्, आनन्दम् अथवा विश्रान्तिः? न, विश्रान्तिं प्राप्तुम् इच्छति खलु, विश्रान्तिं प्राप्तुम् इच्छति. तादृशविश्रान्तिः कुत्र जायते? बालके. कुत्र एव जायते? बालके एव जायते. बालके एव जायते. तर्हि तत्र कर्म, तत्र कर्मसंज्ञा तस्य एव भवेत् खलु. रामः स्वपिति इति वयं वदामः चेत् व्यापारः अपि रामे, फलमपि रामे, अतः रामस्य एव कर्मसंज्ञा भवति खलु. कर्मसंज्ञा भवति कृत्वा कर्मद्वितीया भवति वा? कर्मसंज्ञा भवति, कर्मसंज्ञा तत्र एव भवति, परन्तु तत्र कर्मत्वम् अततो गत्वा न प्राप्यते. किमर्थम् इति चिन्तयन्तु गृहपाठः. रामः एकक्षणम्. कर्तुरीप्सितमं कर्म इति तत्तु सर्वत्र प्राप्यते, सकर्मकः वा अकर्मकः वा भवतु, सर्वत्र कर्म तु भवति एव सर्वत्र. यदा फलं भवति तत्र फलाश्रयः कर्म तु भवति एव सर्वत्र. तर्हि अकर्मकधातौ कुत्र भवति कर्मसंज्ञा इति प्रश्नः. तर्हि कर्मसंज्ञा भवति चेत् तस्य का गतिः, द्वितीया भवति वा इति प्रश्नः. उत्तमः प्रश्नः, चिन्तयन्तु किं भवति इति. अस्तु, सूर्यकुमारी, सूर्यकुमारी भगिनी किमस्ति भगिनि भवती पृष्टवती वा प्रथमं अत्र समीना भगिनी प्रथमं वदतु भवती पृष्टवती प्रथमम् अस्तु वदतु निजन्तप्रयोगे द्वितीयकर्ता आवश्यकं तेन किं फलं प्रयोजकत्वे भवति न महोदयस्य प्रश्नं निजन्तस्य विषये नास्ति अनिजन्तस्य विषये अस्ति ओके अनिजन्ते रामः हसति इत्यत्र कर्तुरीप्सितमं कर्म इत्यस्य कार्यं नास्ति खलु इति प्रश्नः अस्तु इदानीं मीना भगिनी वदतु अत्र भगिनि माता पित्रा रामं गमयति अपि च अध्यापकः शिष्येन पाठं लेखयति भेदः किं भगिनि तत्र लेख दातु न न प्रथमवाक्यं किं मन्दमन्दं वदतु माता पित्रा रामं गमयति अस्तु तत्र मातापित्रं गमयति इत्यत्र निजन्तव्यापारद्वयम् अस्ति तत्र पित्रा रामं गमयति किल माता पित्रा सेकेण्ड् लेवल् निजन्तव्यापारं फस्ट् लेवल् निजन्तव्यापारं पिता इस् मोटिवेटिङ्ग् रामः सेकेण्ड् लेवल् निजन्तव्यापारं माता इस् मोटिवेटिङ्ग् पिता पिता इस् मोटिवेटिङ्ग् राम अध्यापकः शिष्येन पाठं लेखति तत्रापि भेदः किम् न तत्र तु एकः एव लेवल् अस्ति शिष्यः पाठं लिखति पिता शिष्येन पाठं लेखयति इति एकः एव लेवल् शिष्यः अन्यन्तावस्थायां कर्ता अस्ति यन्तावस्थायामपि कर्ता एव अस्ति वाक्यं भिन्नं भिन्नमस्ति तत्र मातापित्रेण मातापित्रा इति यदुक्तं तत्तु भिन्नमस्ति तत्र प्रयोजकव्यापारद्वयम् अस्ति माता अपि च पिता मातापि च पिता अत्र तु तथा नास्ति भगिनि एक एव प्रयोज्य कर्तव्य शिष्येन पाठं लेखयति अपि च तत्र तत्र तु गम् धातुः अस्ति इति कृत्वा रामस्य द्वितीया विभक्तिः रामं गमयति इति गम् धातुः अस्ति इति कृत्वा द्वितीया विभक्तिः रामस्य अत्र तु किम् अस्माकं वाक्यं किम् आसीत् शिष्यम् इति नास्ति अध्यापकः शिष्यं पाठं लेखयति इति नास्ति यतोहि लेखयति इत्यत्र तादृशधातुः नास्ति गत्यर्थकः नास्ति बुद्ध्यर्थकः नास्ति प्रत्यवसानार्थकः नास्ति शब्दकर्म नास्ति अकर्मकः नास्ति अतः प्रयोज्यकर्तुः तृतीयाविभक्तिः भवति द्वयोः रामम् इति द्वितीयाविभक्तिः अत्र शिष्येन इति तृतीयाविभक्तिः इति भेदः भगिनी गृहपाठः प्रश्नः कः भगिनि खलु लक्ष्मीभगिनी एकवारं वदतु तत्र पाठः इति कर्म अस्ति चेदपि नास्ति चेदपि तृतीया एव अणिकर्तुः भवति खलु सत्यं तदेव उक्तं खलु द्वितीया न भवति पाठः अस्ति वा नास्ति वा शिष्येन इति तृतीया एव भवति मूले धातुः सकर्मकः इति कारणेन अतः द्वितीया कदापि न भवति तृतीया एव भवति शुभदभगिनी वदतु गृहपाठः कः इति चेत् अत्र उक्तं खलु कर्तुरीप्सितमं कर्म इत्यनेनैव सर्वत्र प्रयोजकर्तुः कर्मसंज्ञा भवति तर्हि किमर्थं सूत्रे तत्र सूत्रस्य आवश्यकता किमर्थमिति उक्तं खलु तत्र तत्र कर्तुरीप्सितमं कर्म इत्यनेन अकर्मकस्थले कर्मसंज्ञा कथं भवति इति प्रश्नः अकर्मकस्थले कर्तुरीक्षितमं कर्म इति अस्य कार्यं कथं भवति यदि इदानीं बालकः हस्यते इति अहं वदामि तदानीम् अकर्मकधातुः अस्ति तर्हि एतादृशधातु धातोः कृते कर्मसंज्ञा कथं भवति इति प्रश्नः खलु महोदय अरविन्द महोदय तत्र कर्म नास्ति एव खलु ईप्सितकर्मं सर्वदा ईप्सा कस्मिन् अस्ति कर्तुरेव ईप्सा करोति इति कृत्वा तस्य कर्मत्वम् न श्रूयते मध्ये मध्ये स्थगनं भवति किं केवलं मम कृते वा न श्रूयते न श्रूयते न श्रूयते न श्रूयते खलु श्रूयते अधुना श्रूयते वा अधुना श्रूयते कर्तुर् ईप्सिततमम् ईप्सिततमं न स्वयम् अवस्थिता भवति अन्यत् किमपि अस्ति तत्रैव ईप्सा जायते न इति कृत्वा मम प्रश्नः अस्ति सकर्मक अकर्मकानां समानमेव भवति वा ये सूत्रं केवलं सकर्मक अन्यदस्ति चेदेव ईप्सितममिति नास्ति अहं स्वप्नक्रियां करोमि मम ईप्सितमं स्वप्नक्रिया येन अहं किमपि सन्तोषं प्राप्तुम् इच्छामि खलु तत्र सन्तोषम् इति भिन्नम् अस्ति यद्यपि सन्तोषं मयि एव अस्ति सन्तोषः तथापि तदेव मम ईप्सितमम् अस्ति विश्रान्तिः एव मम ईप्सितमम् अस्ति अतः अकर्मकस्थले अपि ईप्सितमम् अस्ति एव फलं तु जायते फलम् अस्ति चेत् ईप्सितमम् अस्ति एव सकर्मकः भवतु अकर्मकः भवतु ईप्सितमं तु अस्ति एव परन्तु ईप्सितमं तु मयि एव अस्ति यतोहि तत्र कर्म तु मयि एव अस्ति यत् फलं मया प्राप्तव्यं तत्तु मया प्राप्तं सन्तोषरूपकफलम् अथवा विश्रान्तिरूपफलं मया प्राप्तं तर्हि तत्र कर्तुः एव कर्मसंज्ञा अपि स्यात् खलु क्रियापदं कर्तृपदेन युक्तं व्यपेक्षते यत्र किमपि अपेक्षं तत् सकर्मकम् इति अस्ति न भवतु सकर्मक अकर्मक परिभाषा भवतु परन्तु अत्र कर्तुरीप्सितमं कर्म इत्यनेन यदि ईप्सितमं प्राप्तुम् इच्छति तस्य कर्मसंज्ञा भवति अकर्मकस्थले अपि ईप्सितमम् अस्ति एव किं प्राप्तुमिच्छामि हसनक्रियां करोमि चेत् तत्र किमपि अहं प्राप्तुमिच्छामि सन्तोषं प्राप्तुमिच्छामि इति कृत्वा हसनक्रियां करोमि तर्हि तादृशसन्तोषः तु मयि अस्ति अतः मयि एव कर्मसंज्ञा अपि भवति तर्हि किमर्थं कर्मसंज्ञा न दृश्यते मयि किमर्थं मयि कर्तृसंज्ञा एव दृश्यते इति तदर्थं चिन्तनीयं भगिनी उत्तरम् अग्रिमकक्षां वदामि वा अधुना वक्तुं शक्यते किमस्ति उत्तरम् उत्तरम् आकडारात् एका संज्ञा अस्ति भगिनी तत्र तु कर्तृप्सितं कर्मपूर्वसूत्रमस्ति स्वतन्त्रकर्ता इति परसूत्रमस्ति अतः तेन कारणेन एका संज्ञा अधिकारे अस्ति अतः परसूत्रेण तत्र स्वतन्त्रकर्ता एव कार्यं कर्तुम् अर्हति अतः तत्र कर्तृसंज्ञा एव प्राप्नोति इति अस्ति परसूत्रमस्ति इति कृत्वा परत्वात् तस्य एव भवति इति वार्ता अस्ति कर्मसंज्ञा न भवति इति नास्ति कर्मसंज्ञा तु भवति परन्तु बाधिता अस्ति संज्ञा बाधिता अस्ति अस्तु धन्यवादः धन्यवादः प्रश्नः तु उत्तमः प्रश्नः एवं रीत्या एव चिन्तनीयं धन्यवादः एवं रीत्या चिन्तनीयम् उत्तमं महोदय उत्तमं धन्यवादः अस्माकं चिन्तनमपि अभवत् भवतः प्रश्नकारणे आमां धन्यवादः भगिनी धन्यवादः धन्यवादः भगिनी।